कृपमागुरुष्णु गुरुदेवो महेश्वर गुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति पृथक्त्वम् इति तत्र घटः पठात् पृथक् अथवा पटः घटात् पृथक् इति यदा वदामः तत्र पृथक्त्वम् इति पदार्थः तस्य ज्ञानं भवति इति वयं दृष्टवन्तः तत्र वयं तत्र विद्याधर्यां तत्र तस्य पठामः तत्र तत्र गतवर्गे वयं दृष्टवन्तः तत्र पृथक्त्वव्यवहारस्य असाधारणं कारणं पृथक्त्वम् अपि सर्वद्रव्यवृत्ति इति नाम पृथक्त्वं सर्वद्रव्येषु नवद्रव्येषु वर्तते तत्र आकाशे वर्तते आत्मनि वर्तते मनसि वर्तते काले वर्तते पृथिव्यां वर्तते इति तत्र सर्वत्र नवद्रव्येषु वर्तते पृथक्त्वम् अपि पृथक्त्वं किमस्ति तत्र कारणमस्ति कस्य कारणं तत्र तत्र पृथक् इति व्यवहारस्य कारणं नाम यदि पृथक्त्वम् इति पदार्थः नास्ति चेत् तत्र पृथक्त्वं पृथक् इति व्यवहारः एव न भवति यथा तत्र वयं घटः पठात् पृथक् आत्मा आकाशात् पृथक् इति यदि वदामः तत्र तादृशः यदि वदनेन नाम शब्दप्रयोगः घटः पठात् पृथक् इति कोऽपि वदति शब्दप्रयोगं करोति तेन तत्र ज्ञानम् उत्पद्यते अतः शब्दव्यवहारेण तत्र शब्दप्रयोगेण ज्ञानम् उत्पद्यते इति एव व्यवहारः इति वयं जानीमः खलु नाम व्यवहारः नाम ज्ञानजनकशब्दप्रयोगः इति तत्र तादृशज्ञानजनकशब्दप्रयोगस्य कारणम् अस्ति पृथक्त्वं हेतुः अपि वयं पूर्वं पठितवन्तः तर्हि तत्र अतः एकवारम् एतदेव पठित्वा तत्र अग्रे सरामः तर्हि तत्र नूतनतया तत्र शुभदा भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः भगिनी पद्मा भगिनी नमस्कारः नमस्ते नमस्कारः भगिनी नीता भगिनी नमस्कारः नमस्कारः नरसिंहगडे महोदय नमस्कारः मृणालिनी भगिनी नमस्कारः अस्तु तर्हि आरम्भं कर्तुं शक्नुमः तर्हि तत्र योगेन्द्रमहोदय तत्र आरम्भात् पठति वा तत्र पृथक्तव्यवहारण इति तत्र स्थूलक्षरैः यद् अस्ति ततः आरभ्य एकवारं पृथक्व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्तिः इति तत्र महोदय पृथक्त्वं पृथक्त्वं नास्ति पृथक्त्वम् एव पृथक्त्वम् मध्यकारः नास्ति पृथक् व्यवहार हेतु असाधारणकारणमस्ति पृथक्त्वं सर्वेषु द्रव्येषु वर्तते इति अस्य प्रत्ययः सर्वद्रव्येषु भवति अतः अस्य ज्ञानं सर्वद्रव्येषु भवति नाम एषः पदार्थः सर्वद्रव्येषु भवति नाम नाम ज्ञानम् इति न तस्य ज्ञानम् इति न नाम तत्र पृथक्त्वं प्रत्यय इत्युक्ते ज्ञानं अस्य प्रत्ययः नाम अस्य प्रत्ययः नाम यस्य विषयः तत्र पूर्वम् अस्ति सः सर्वद्रव्येषु भवति इति तत्र प्रत्ययः इति तत्र तस्य आकारः अग्रे दत्तमस्ति पठतु महोदय घटः पटात् पृथक् आत्मा आकाशात् पृथक् मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात् अतः अयम् अपि गुणः नवद्रव्यवृत्तिः तम् एव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यकपृथक्तप्रकारकं ज्ञानम् उत्पद्यते। हा तावत्पर्यन्तं महोदय, हा किञ्चित् वदतु तर्हि। तत्र घटः घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञान इत्यादि ज्ञानानां जायमानत्वात् तत्र घटः पटात् पृथक् इति ज्ञानस्य आकारः नाम तत्र अयं घटः इति अपि ज्ञानस्य आकारः खलु। घटस्य ज्ञानं तस्य आकारः कथं भवति? अयं घटः इति खलु, अयं पटः इति भवति घटस्य ज्ञानं वा पटस्य ज्ञानम्। इदानीं घटः पटात् पृथक् इति अस्ति, तर्हि ज्ञानं किञ्चित् भिन्नम् अस्ति खलु। घटस्य विषयः नास्ति, पटस्य विषयः अपि नास्ति, किन्तु अन्यः अन्यत् किम् अन्य कोऽपि विषयः नाम घटः पटात् पृथक् इति। अग्रे आत्मा, आत्मन् आकाशात् पृथक् पृथक् खलु। आत्मा आकाशः नास्ति, आकाशः आत्मा नास्ति, उभौ अपि भिन्नौ। हा इति अस्तु, समीचीनं। हा किन्तु तत्र यदि वयं घटः पटात् पृथक् इति वदामः तर्हि तत्र पृथक्त्वम् इति अस्ति, तत्र कः पृथक् इति वदामः? घटः पटात् पृथक् इति यदि वदामः तत्र पटः पृथक् इति वदामः वा घटः पृथक् इति वदामः? घटः पटात् घटः पृथक् पटात्। हा तर्हि तत्र कस्य विषये वयं किमपि वदामः? घटस्य विषये खलु, घटस्य विषये वयं वदामः घटः पटात् पृथक् अस्ति इति वदामः। समीचीनं, तर्हि पृथक्त्वं कुत्र भवति? तर्हि घटे भवति। हा इति अस्ति महोदय, हा इति एव मूलविषयः, पृथक्त्वं घटे भवति। यदि वयं वदामः घटः पटात् पृथक् इति वदामः घटे पृथक्त्वम् इति भवति, पटात् पृथक् इति तर्हि पृथक्त्वम् इति भवति, गुणः घटे भवति। समीचीनं, हा अतः एव तत्र धेनुः पृथक् इति घटस्य विशेषणं भवति। हा इति चिन्तयतु, पटात् पृथक् इति पृथक् इत्युक्ते कः? घटः एव पृथक्। समीचीनं महोदय, तेन च इति तत्र तस्य वाक्यस्य किञ्चित् विवरणं करोतु। तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्य विशेष्यक पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते। घटविशेष्य अस्ति, विशेषकः अस्ति, पृथक् विशेषणम् अस्ति, तत् पृथक्त्वं किं भवति? विशेष्यं वा विशेषणं वा? पृथक्त्वं विशेषणं भवति, विशेषणं भवति। समीचीनं, हा तर्हि तत्र यदि तत्र घटे तत्र भूतले पटः अस्ति इति चिन्तयतु, भूतले किं भवति? एकनिमिषः, कुत्र एकनिमिषः महोदय, एतत् कार्यं न करोति, न जानामि किमर्थमिति। एकनिमिषः, हा अतः किमपि न लेखितुं शक्नोमि, न जानामि किमर्थम्। एकनिमिषः महोदय, एतत् दृश्यते किन्तु, हा तर्हि महोदय तत्र चित्रं तत्र पश्यामि किं हा तत्र तत्र किमपि चिन्तयामः तत्र पटः भूतले अस्ति चेत् वयं किं वदामः तत्र पटवत् भूतलं यतोहि नाम तत्र धनः कस्यापि धनम् अस्ति चेत् सः धनवान् इति भवति खलु नाम तत्र श्यामः धनवान् धनवान् श्यामः तत्र श्यामस्य धनमस्ति चेत् तत्र श्यामः धनवान् अथवा गुणवान् इति भवति तत्र गुणवान् तत्र इति गुणवान् श्यामः इति भवति इदानीं तत्र घटः अस्ति घटे तत्र पृथक्त्वम् अस्ति खलु हा तर्हि पृथक्त्वं घटे अस्ति चेत् तत्र पृथक्त्ववान् घटः इति भवति खलु पृथक्त्ववान् इत्युक्ते सः घटः पृथक् इति एव किन्तु तत्र प्रकारकं नाम पृथक्त्वम् इति विशेषणम् उपरि अस्ति घटः इति विशेषम् अधोभागे अस्ति खलु तादृशं ज्ञानम् उत्पद्यते खलु नाम केवलम् अयं घटः इति ज्ञानं न किन्तु घटे पृथक्त्वम् अस्ति इति अपि ज्ञानम् उत्पद्यते खलु घटः अधिकरणं भवति पृथक् तत्र अस्ति हा पृथक्त्वम् आदेयः घटः आदेयः भवति अधिकरणं भवति अपि तत्र पृथक्त्वं गुणः इति कृत्वा तत्र सम्बन्धः कः गुणगुणिनो सम्बन्धः गुणगुणिनो सम्बन्धः अस्ति प्रायः न किन्तु सः सम्बन्धः कः सम्बन्धः गुणः खलु समवायसम्बन्धः पृथक्त्वं समवायसम्बन्धेन घटे वर्तते घटे अस्ति इति अस्ति समीचीनम् अस्तु धन्यवादः महोदय इदानीं तत्र धन्यवादः महोदय हा इदानीं तत्र पृथक्त्वं घटे अस्ति इति ज्ञानं तत्र पृथक्त्वं घटे वर्तते पृथक्त्वं विशेषणं घटः विशेष्यं पृथक्त्वं प्रकारः प्रकारकम् अथवा प्रकारम् अपि घटः विशेष्यः इति भवति तर्हि अग्रे तत्र आकारः नाम पृथक्त्वं तत्र कारणमस्ति शब्दप्रयोगस्य कारणमस्ति शब्दप्रयोगेन ज्ञानम् उत्पद्यते ज्ञानं कीदृशम् इत्युक्ते घटः पृथक् अस्ति पटात् पृथक् अस्ति इति एव ज्ञानस्य आकारः तर्हि तत्र अंशत्रयमस्ति एकः अंशः अस्ति ज्ञानं कीदृशम् अन्यः अंशः अस्ति शब्दप्रयोगः शब्दप्रयोगेन ज्ञानम् उत्पद्यते इति एकः अंशः अपि पृथक्त्वम् इति अस्ति इति कृत्वा तेन एव शब्दप्रयोगः भवति इति अन्यः अंशः अतः तत्र अंशत्रयं चित्रे दर्शितम् अंशत्रयं चित्रे दर्शितं भवति एतादृशं चित्रं वयं बहुवारं कृतवन्तः किन्तु पुनः एकवारं पठामः तर्हि तत्र अभिमता भगिनी अग्रे तत्र वाक्यम् एकवारं पठित्वा तत्र किं किम् अस्ति इति किञ्चित् विवृणोति वा भगिनि तथा च इति नमस्ते तथा च घटत्व अवच्छिन्न विशेष्यतानिरूपित पृथक्त्व अवच्छिन्न प्रकारता पृथक्त्वत्व पृथक्त्ववचननिरूपित पृथक् तत्त्वत्व अवच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठ कार्यतानिरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपित कारणताश्रयः पृथक्त्वं तादृशकारणता आश्रयत्वं पृथक्त्वस्य लक्षणमिति अस्ति तत्र चित्रं दृष्ट्वा के के अंशाः सन्ति इति पश्यामः. तर्हि तत्र मम लेखने अत्र कार्यम् अद्य न जानामि किमर्थम् अद्य कार्यं न करोति, क्षम्यताम्. हा किन्तु तत्र घटे अस्तु महोदय, घटे घटे घटत्वमस्ति, विशेषतासीत्, ज्ञानस्य विषयमस्ति विशेषता. हा उत्तमं, विशेषतः विशेष्यम् इति कृत्वा विशेषः इति कृत्वा विशेषता विशेषता इति यदस्ति तस्य विशेषणमस्ति अत्र प्रकारता यत् पृथक्त्वे अस्ति. हा उत्तमं भगिनि, प्रकारता अस्ति पृथक्त्वे, प्रकारता अस्ति घटे, विशेषता अस्ति, उत्तमं. वदतु भगिनि. विशेषता घटत्वेन अवच्छिन्ना भवति. नाम एषः एषा विशेषता यत्र घटः अस्ति तत्रैव भवति इति कृत्वा घटत्वा अवच्छिन्ना अस्ति, अवच्छिन्ना. तथा एव प्रकारता पृथक्त्व अवच्छिन्ना. तत्र द्विवारम् आगच्छति यतोहि भावप्रयोगः घटः घटत्वं, किन्तु पृथक्त्वम् इति तत्र त्वपूर्वमेव अस्ति इति कृत्वा द्विवारं तस्य गुणमिति कृत्वा पृथक्त्वं पृथक्त्व अवच्छिन्न प्रकारता अस्ति. अतः तर्हि ज्ञानं कीदृशम् इत्युक्ते तत्र वयं किं वदामः, विशेष्यता तत्र घटनिष्ठ घटनिष्ठविशेषतानिरूपित घटत्व अवच्छिन्न घटनिष्ठ घटत्व अवच्छिन्न विशेषतानिरूपित पृथक्त्वनिष्ठ प्रकारता अवच्छिन्न पृथक्त्वनिष्ठ पृथक्त्व अवच्छिन्न प्रकारतानिरूपितज्ञानमस्ति इति भवति. अतः तावत् प्रथमभागः वयं यत् ज्ञानस्मिन् पुटे अस्ति तदेव प्रकारतनिरूपकं ज्ञानम् इति तावत् कृतम्. इदानीं ज्ञानं ज्ञानं कीदृशं, ज्ञानस्य कारणं किम् अस्ति, शब्दप्रयोगः अस्ति, शब्दप्रयोगः. तर्हि ज्ञाननिष्ठकारणता आश्रयः शब्दप्रयोगः अस्ति, शब्दप्रयोगः भवति, शब्दप्रयोगः कार्यमस्ति, तस्य कारणता आश्रय अस्ति पृथक्त्वं. पृथक्त्वमिति वस्तु अस्ति इति कृत्वा एव शब्दप्रयोगः भवति. पृथक्त्वमिति गुणः अस्ति इति तस्य विषये शब्दप्रयोगः भवति, तेन ज्ञानम् उत्पद्यते यत् घटे पृथक्त्वम् अस्ति इति. इति अस्ति भगिनि, उत्तमं. तर्हि इदानीं तत्र पृथक्त्वम् इति अस्माकं लक्ष्यं, नाम तस्य एव लक्षणं वयं चर्चयामः खलु, लक्षणं पृथक्त्वस्य लक्षणं किम् इति चर्चा भवति. पृथक्त्वमेव लक्ष्यं, लक्ष्ये लक्षणं भवेत् खलु, लक्ष्यं पृथक्त्वं, लक्षणं पृथक्त्वं. न इति भवति चेत् तत्र वयं किमपि तेन न कोऽपि लाभः, नाम पृथक्त्वे भवति. अतः तेनपि अन्यरीत्या विवरणं कुर्मश्चेत्, नाम तत्र पृथिव्याः लक्षणं तत्र पृथिवीत्वम् इति कुर्मश्चेत् किन्तु गन्धवत्वं पृथिव्याः लक्षणम् इति. तर्हि तथैव अत्र पृथक्त्वस्य पृथक्त्वम् इति लक्ष्यं, लक्षणम् इति तस्य लक्षणं पृथक्त्वे भवेत्, पृथक्त्वे सर्वदा भवेत्, अन्यत्र अलक्ष्ये न भवेत् खलु, न भवति. अत्र किम् उक्तं तत्र पृथक्त्वे किम् अस्ति इति उक्तं, प्रकारता अस्ति इति. न पृथक्त्वे न इदानीं पृथक्त्वम् इति वयम् उक्तवन्तः, लक्षणवाक्यं पश्यतु, लक्षणवाक्यं तत्र ज्ञाने अपि पृथक्त्वम् अस्ति किन्तु तद् मास्तु, ज्ञाने पृथक्त्वम् इति अस्ति इति तद् मास्तु, किन्तु यत् लक्षणवाक्यमस्ति तत्र पृथक्त्वं कारणमस्ति खलु, ज्ञानस्य कारणमस्ति पृथक्त्वं. न व्यवहारस्य कारणमस्ति, अस्तु व्यवहारस्य, ज्ञानस्य कारणं शब्दप्रयोगः, व्यवहारः, अस्तु शब्दप्रयोगः इति व्यवहारः ज्ञानजनकशब्दप्रयोगस्य कारणमस्ति लक्षणम्। हा कारणं कारणं तदेव अत्र अस्ति पृथक्त्वं। तर्हि पृथक्त्वे कारणता अस्ति खलु। कीदृश तत्र कारणतायाः आश्रयत्वं पृथक्त्वम् आश्रयत्वम् इति उक्तम् अत्र दत्तमस्ति आश्रयत्वं। तर्हि आश्रयत्वं कुत्र अस्ति? पृथक्त्वे अस्ति। तर्हि पृथक्त्वे आश्रयत्वम् अस्ति। कीदृशम् आश्रयत्वं? कारणतायाः आश्रयत्वं खलु। तत्र कारणता पृथक्त्वे अस्ति, किन्तु तत्र साधारणकारणता वा न, नाम सर्वविधकारणता पृथक्त्वे नास्ति खलु, विशिष्टा कारणता एव पृथक्त्वे अस्ति। अतः एव तत्र कीदृशकारणता इत्युक्ते शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता इति प्रथम तत्र किञ्चित् क्षेत्रस्य न्यूनीकरणं, सर्वविधकारणता न, किन्तु शब्दप्रयोगे या कार्यता अस्ति तया निरूपितकारणता एव पृथक्त्वे अस्ति खलु। पुनः सर्वविधशब्दप्रयोग प्रयोगे विद्यमाना कार्यता निरूपितकारणता पृथक्त्वे अस्ति वा? नाम यत्किमपि कोऽपि वदति तत्र तस्य कारणं तत्र पृथक्त्वम् इति भवति वा? न, केवलं घटः पठात् पृथक् अथवा घटः आकाशात् पृथक् यत्र एतादृशविषयः एव तत्र ज्ञानस्य आकृतिः एतादृशी अस्ति चेत् तादृशशब्दप्रयोग भवेत् येन एतादृशं ज्ञानम् उत्पद्यते, तादृशशब्दप्रयोगस्य कारणमेव पृथक्त्वं खलु। तर्हि तत्र कारणतायाः सीमा अपि तत्र न्यूना करणीया, तदनन्तरं शब्दप्रयोगस्य क्षेत्रमपि सर्वत्र सर्वविधशब्दप्रयोगः न, एतादृशज्ञानजनकशब्दप्रयोगः इति एव पुनः तत्र तस्य क्षेत्रस्य न्यूनीकरणं खलु भगिनि। हा अतः एव तत्र एतादृशदीर्घलक्षणं भवति, नाम सोपानेन वयं किं कुर्मः, कारणतायाः क्षेत्रं बृहत् अस्ति तद् मास्तु, केवलम् एतादृशी कारणता एव, पुनः शब्दप्रयोगस्य क्षेत्रं बृहत् अस्ति, सर्वविधशब्दप्रयोगः मास्तु, ज्ञानजनकशब्दप्रयोगः एव भवेत्, पुनः क्षेत्रस्य न्यूनीकरणं। सर्वविधज्ञानजनकशब्दप्रयोगः वा? न न, केवलम् एतादृश यस्य ज्ञाने विषयः अस्ति घटः पृथक्त्वम् इति, तादृशज्ञानजनकशब्दप्रयोगस्य कारणमेव पृथक्त्वं। तर्हि तादृशकारणता एव पृथक्त्वे अस्ति। अतः एव वयं तत्र घटः आरभ्य कारणतापर्यन्तं गच्छामः। यथा तत्र वयं वदामः तत्र रामः उत्तमः, रामः शीलवान्, रामः तत्र यत् किमपि वयं तत्र विशेषणं नूतनविशेषणं यदि योजयामः तत्र किं भवति, क्षेत्रस्य न्यूनीकरणं भवति खलु। अनेके तत्र उत्तमाः भवेयुः, किन्तु उत्तमः अपि भवेत् तत्र गुणवान् अपि भवेत् शीलवान् अपि भवेत् इति यदि वयं तत्र योजयामः क्षेत्रस्य न्यूनीकरणं भवति खलु। तादृशमेव अत्र अपि वयं कर्तुम् इच्छामः, सर्वविधकारणता न, अतिन्यूनम् अतिविशिष्टा कारणता, तस्य आश्रयः पृथक्त्वं भवति। अतः आश्रयत्वम् इति एव पृथक्त्वस्य लक्षणं, यतोहि आश्रयत्वं पृथक्त्वे अस्ति। सर्वविध आश्रयत्वं न, कारणतायाः आश्रयत्वम् अपि सर्वविधकारणता न, इति पुनः तत्र सोपानेन सर्वं योजयामः. अस्तु, समीचीनं भगिनि, तत्र अवगतं खलु? अत्र धन्यवादः भगिनि. अस्तु, इदानीम् अग्रे तत्र नरसिंहग्रे महोदय तत्र एकवारं वदति वा तत्र कीदृशम् आश्रयत्वं पृथक्त्वे अस्ति, आश्रयत्वं तत्र लक्षणं किं पृथक्त्वस्य इति. आम् महोदय, तत्र घटविशेषक घटनिष्ठ घटविशेषक घटत्वावच्छिन्न घटनिष्ठ विशेषता निरूपक पृथक्तत्वावच्छिन्न पृथक्त्वनिष्ठप्रकारता निरूपक ज्ञान तस्य आश्रय भवति पृथक्त्वस्य लक्षणम्. ज्ञानस्य आश्रयः न भवति खलु महोदय? ज्ञानस्य आश्रयः पृथक्त्वं नास्ति खलु? ज्ञानं ज्ञानस्य विषय पृथक्त्वं भवति. हा, ज्ञानस्य विषय पृथक्त्वं भवति सत्यं, किन्तु तत् पृथक्त्वस्य लक्षणम् इति न स्वीकर्तुं शक्नुमः खलु? नाम लक्षणम् इत्युक्ते तादृश तत्र घटत्वावच्छिन्नविशेषता घटनिष्ठविशेषता निरूपिता पृथक्तत्वावच्छिन्न पृथक्तनिष्ठप्रकारता निरूपक ज्ञाननिष्ठ कार्यतानिरूपक कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपित कारणता आश्रय पृथक्त्वम् कारणस्य आश्रयत्वमस्ति. तत्र सर्वविधकारणतायाः आश्रयत्वम् अस्ति वा पृथक्त्वे? न, तत्र केवलं घटपटात् पृथक् इति तादृशज्ञानस्य एव, अनन्तरं तादृशशब्दप्रयोगस्य एव आश्रयत्वं भवति, न तु सर्वे शब्दप्रयोगस्य अथवा सर्वे विषयस्य. हा, अपि शब्दप्रयोग साक्षात् पृथक्त्वे नास्ति, किन्तु शब्दप्रयोगनिष्ठकार्यता निरूपितकारणतायाः आश्रयत्वमेव पृथक्त्वे अस्ति. आश्रयत्वं पृथक्त्वे अस्ति, हा, इति भवति खलु महोदय? हा, तर्हि तत्र कारणतायाः आश्रयत्वं पृथक्त्वे अस्ति, शब्दप्रयोगनिष्ठकार्यता निरूपितकारणतायाः आश्रयत्वं पृथक्त्वे, पुनः तत्र सर्वविधज्ञानम् इति नास्ति खलु? तत्र यदि वयं वदामः तत्र पटवत् भूतलम् इति ज्ञानमस्ति चेत् तत्र पृथक्त्वम् इति कारणं न भवति, तत्र न भवति. हा, केवलं तत्र घटः पटात् पृथक् इति तादृशः. उन्नतबालकः वदामः चेत् तत्रापि तत्र पृथक्त्वस्य भवति, यतोहि तेन तत्र वयं सर्वेभ्यः अन्येभ्यः बालकेभ्यः तत्र एषः बालकः भिन्नः इति प्रदर्शयामः, तत्रापि पृथक्त्वम् इति भवेत्. हा, किन्तु समीचीनं महोदय. हा, अतः तत्र तादृशं ज्ञानं विशिष्टज्ञानजनकशब्दप्रयोग निष्ठकार्यतानिरूपितकारणतायाः आश्रयत्वमेव पृथक्त्वे अस्ति, किन्तु सर्वविधकारणत्वं पृथक्त्वे नास्ति इति अस्ति. समीचीनं महोदय, अस्तु, धन्यवादः. अस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? धन्यवादः महोदय. धन्यवादः महोदय. कोऽपि प्रश्नः नाम किमर्थं दीर्घवाक्यम् इत्युक्ते कारणता सर्वविधा नास्ति, विशिष्टा अस्ति, पुनः सर्वविधशब्दप्रयोगः नास्ति, केवलं ज्ञानजनकशब्दप्रयोगः एव भवेत्, सर्वविधज्ञानं मास्तु, यत्र पदार्थः अस्ति तत्र अन्य कोऽपि पदार्थः अस्ति, तस्मात् एषः पदार्थः भिन्नः तत्र इति पृथक् इति वक्तुम् इच्छामः, तादृशं ज्ञानमेव शब्दप्रयोगेन भवेत् इति अस्ति चेत् तत्र कारणं भवति पृथक्त्वम्. अतः तत्र दीर्घवाक्यं तस्मात् एव दत्तम्. अतः तत्र पृथक्त्वस्य लक्षणं किम् इत्युक्ते कारणतायाः आश्रयत्वम्, तादृशकारणता पृथक्त्वे वर्तते अथवा आश्रयत्वं पृथक्त्वे वर्तते इति अस्ति। कोऽपि प्रश्नः अस्मिन् विषये? एतादृशं चित्रं वयं पूर्वमपि कृतवन्तः, तत्र कालस्य लक्षणे अतीतादिव्यवहारहेतुः इति तत्र कालस्य लक्षणं, तत्र घटः अतीतः इति, तत्र अतीतत्वम् इति, तत्र सर्वं, तत्र प्रकारः, एतत् सर्वं वयं दृष्टवन्तः। तत्र कालः पृथक्त्व इति स्थाने कालः भवति, घटः अतीतः इत्युक्ते तत्र घटः तत्रैव भवति, पृथक्त्वम् इति स्थाने अतीतः इति भवति, अतः अतीतत्वम् इति भवति, तस्य अतीतत्वम् इति, तत्र एतत् सर्वं वयं पूर्वं दृष्टवन्तः। तादृशमेव चित्रम् अत्रापि अस्ति, तर्हि नूतनं किमपि नास्ति, केवलं पृथक्त्वस्य लक्षणम् एतादृशमेव अस्ति इति वार्ता। अस्तु, तर्हि अग्रे सरामः। तर्हि भेदस्य पृथक्त्वस्य च को विशेषः इति अग्रे, तर्हि तत्र अग्रे शोभाभगिनी अग्रे पठति वा? आं महोदय। भेदस्य पृथक्त्वस्य च को विशेषः? अत्र इदं वक्तव्यं, घटः पटो न, घटः पटाद् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताका भावरूपं प्रतियोगिताका अभावरूपम्, प्रतियोगिताक अभावरूपम् अस्तु रूपं साधयन्ति इति तत्र पृष्ठसङ्ख्या 48 पृष्ठे दत्तम् उक्तं, तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः। रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति। रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति। तथैव उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्, एतद् विशेषः, तद् विशेषात् भिन्नः, समवायः न संयोगः, घटाभावो न पटाभावः इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति। तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते। अस्तु, विषयः भेदस्य पृथक्त्वस्य च कः विशेषः इति। तत्र घटः पटः न इति, अपि च घटः पटात् भिन्नः इति भवति। इत्युक्ते तत्र घटः पटः न इत्युक्ते तत्र भेदः भवति, घटः पटात् भिन्नः इत्युक्ते पृथक्त्वं भवति इति वा महोदय? भिन्नः पटात् अस्तु, पृथक्त्वं भवति तत्र। किन्तु अत्र घटः पटः न, घटः पटात् भिन्नः इति यदि वयं पठामः, तत्र वयं चिन्तयामः तत्र अस्तु, तत्र पृथक्त्वं भेदः इति वदन्ति, किन्तु तत्र विषयः तु एकः एव खलु अत्र, नाम घटः पटः न अथवा घटः पटात् भिन्नः, पृथक् एकः इति एव दृश्यते खलु, सारांशः तु समानम् इति दृश्यते तत्र, इति दृश्यते। किन्तु तत्र घटः पटः न इति तत्र किं भवति, तत्र अन्योन्याभावः भवति इति पूर्वं दृष्टं इति, तत्र अन्योन्य अभावः तत्र तत्र अग्रे पठतु। इत्यादि प्रत्ययः अन्योन्याभावं तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता प्रतियोगिता का इति पूर्वं न दृष्टं, नाम प्रतियोगिता का इत्युक्ते तत्र तस्य प्रतियोगितायाः अभावरूपम्, अस्तु अभावः का इत्युक्ते तत्र तस्य इति अर्थे, अस्तु प्रतियोगिता का अभावरूपं साधयन्ति इति तत्र द्रष्टव्यं वा तस्मिन् पृष्ठे महोदय? इदानीं पश्यामः भगिनि, समीचीनमेव समीचीनं पुटसङ्ख्या 48 तत्र सर्वेषां पार्श्वे पुस्तकमस्ति इति मन्ये, तत्र चार्ट् अस्ति खलु महोदय, तदेव द्रष्टव्यं वा तत्र? एकवारं तत्र पश्यामः, तत्र तादात्म्य भवति प्रतियोगिता अवच्छेदकः, ओ तत्र एवं घटः पटो न इति अत्रापि तादात्म्यसम्बन्धः भवति प्रतियोगितावच्छेदकः इति अग्रे अधोभागे दत्तम् अस्ति, तदेव तदेव नाम एकमेकं पश्यामः, तत्र प्रथमतया तत्र घटः पटो न इति वाक्यम् इति प्रत्ययः, तर्हि तत्र अन्योन्याभावः तत्र वर्तते, तत्र कस् तत्र कीदृश अन्योन्याभावः? अभावः इति वदामः, अभावः इति यदि वदामः तत्र अभावस्य अनुयोगी, घटाभावस्य अनुयोगी पटः न भवति इति वा? एकनिमिषः, अस्तु अस्तु, तर्हि अभावः इति अस्ति चेत् विषयः अस्ति चेत् तत्र प्रतियोगी भवेत् खलु, प्रतियोगी अपि भवेत्, तत्र अभावे अनियोगितः भवति, प्रतियोगी मध्ये प्रतियोगिता भवति, प्रतियोगिता भवति. इदानीम् अत्र अन्योन्याभावविषये अत्र घटः पटः न इति अस्ति, तर्हि तत्र प्रतियोगी कः अस्ति तत्र? घटः पटः न इत्यत्र वा? घटः पटः न, तत्र प्रतियोगी पटस्य प्रतियोगी पटः एव, न न तत्र प्रतियोगी अभावस्य विषयः अस्ति खलु, अभावस्य प्रतियोगी, अभाव तत्र अभाव, घटः पटः न इत्यत्र इदानीं तत्र अहं चिन्तयामि पटस्य पटाभावे पटस्य प्रतियोगी अपेक्षितं चेत् घटः प्रतियोगी न भवति इति. अस्तु समीचीनं, तर्हि तत्र पटः एव प्रतियोगी, नाम पटः एव प्रतियोगी, पठस्य एव विषयः, नाम पटस्य अभावः एव घटे अस्ति, किन्तु नाम पटस्य अन्योन्य अभावः घटे अस्ति इति एव वार्ता तत्र, पटस्य अन्योन्य अभावः घटे अस्ति इति, नाम पटस्य अन्योन्य अभावः कुत्र वर्तते? अन्योन्य अभावः घटे वर्तते, न न पटस्य अन्योन्य अभावः कुत्र कुत्र वर्तते? यतोहि अन्योन्य अभावः इत्युक्ते यथा घटः पटो पटः न इति अस्ति इति कृत्वा पटस्य अन्योन्यस्ति, अत्र नास्ति, केवलं तत्र अन्योन्य अभावः इति यदि वदामः तत्र, तर्हि तत्र सः अभावः कुत्र कुत्र वर्तते? अन्योन्य अभावः यत्र यत् द्रव्यं स्वीकुर्मः तस्य अन्योन्य अभावः यत्र द्रव्यं विहाय सर्वत्र वर्तते, तत्र अन्योन्य अभावः इति एकः अभावः, अन्यः अभावः कः तत्र? पूर्वं दृष्टवन्तः तत्र अत्यन्ताभावः, अत्यन्ताभावः, अत्यन्ताभावः कीदृशः अस्ति अत्र? तत्र पुस्तकम् अत्र नास्ति इत्युक्ते तत्र अन्योन्याभावः वा अत्यन्ताभावः वा? अत्यन्ताभावः, यतोहि पुस्तकस्य आनयनेन एषः अभावः नश्यति, नश्यति, यत्र किमपि नास्ति इति वदामः तत्र अत्र पुस्तकं नास्ति इत्युक्ते अत्र पुस्तकस्य अत्यन्त अभावः वर्तते इति खलु आमाम् अत्यन्त अभावः तत्र पुस्तकस्य आनयनेन तत्र अत्यन्त अभावः नष्टः भवति किन्तु इदानीं तत्र अतः तत्र इदानीं पुस्तकं नास्ति पुस्तकस्य अन्यो अत्यन्त अभावः अस्ति पुस्तकम् आनयामः इदानीम् अत्यन्त अभावः नास्ति नश्यति इदानीं तत्र घटः पटः न इत्र तत्र पटः इति प्रतियोगी भवति अपि अभावः अस्ति अन्योन्य अभावः अन्योन्य अभावः नाम यः कोऽपि पदार्थः भवेत् यः पटः नास्ति तस्मिन् एषः अभावः वर्तते अन्योन्य अभावः नाम पटः न यतोहि पटः भिन्नः अस्ति तत्र पुस्तकं स्वीकुर्मश्चेत् पुस्तकं पटः नास्ति पुस्तके पटस्य अन्योन्य अभावः वर्तते वर्तते तथैव तत्र पटस्य अन्योन्याभावः कुत्र कुत्र वर्तते पटं विहाय सर्वत्र सर्वत्र वर्तते खलु इदानीम् अत्यन्त अभावः अन्योन्याभावः तयोः मध्ये एकः भेदः कः इत्युक्ते तत्र पुस्तकं पटः नास्ति पुस्तके पटस्य अन्योन्य अभावः अस्ति सः अभावः नश्यति वा पुस्तके पटस्य अन्योन्य अभावः अस्ति किमर्थम् यतोहि न नश्यति न नश्यति न नश्यति यतोहि तत्र यदि पटम् आनयामः समीपम् आनयामश्चेदपि पटः पुस्तकं नास्ति नास्ति तर्हि पुस्तके तत्र पटस्य अन्योन्याभावः सर्वदा सर्वदा भवति तत्र न नश्यति किन्तु अत्यन्तः भावः नश्यति पटस्य अत्यन्तः भावः नश्यति किन्तु अन्योन्यभावः न नश्यति अतः एकः भेदः अतः तत्र एषः तत्र अन्योन्य अभावः अत्र घटः पटः न इति विषये तत्र पटस्य अन्योन्याभावः घटे वर्तते अस्तु अपि यत्र वयं पूर्वं दृष्टवन्तः तत्र अनियोगिता प्रतियोगिता एतत् सर्वं भवति चेत् तत्र किं भवति तत्र प्रतियोगितायाः अवच्छेदकः धर्मः कः इति वयं वदामः तत्र किं भवति तत्र अवच्छेदकधर्मः नाम तत्र प्रतियोगिता यः अवच्छेदकधर्मः तत्र वयं पूर्वं पठितवन्तः तत्र तादात्म्यसम्बन्धः एव तत्र अवच्छेदकः धर्मः भवति इति नाम तत्र पटः तत्र प्रतियोगी पटः एव तत्र पटस्य तत्र पट पटस्य अन्योन्याभावस्य प्रतियोगी पटः सः प्रतियोगी तत्र केन सम्बन्धेन पटे वर्तते इत्युक्ते तादात्म्यसम्बन्धेन पटे वर्तते तत्र नाम तत्र पुस्तकं पुस्तकस्य अन्योन्याभावः इदानीम् अत्यन्तः भावः अस्ति पुस्तकस्य अत्यन्तः भावः अस्ति पुस्तकस्य आनयनेन तत्र चिन्तयामः तत्र उत्पीठिका अस्ति उत्पीठिकायां पुस्तकं नास्ति उत्पीठिकायां तत्र पुस्तकस्य अत्यन्तः भावः अस्ति इदानीं यदि पुस्तकम् आनयामः पुस्तकं स्थापयामः तत्र इदानीं तत्र अत्यन्तः भावः उत्पीठिकायां यः आसीत् इदानीं नास्ति पुस्तकं पूर्वं नासीत् इदानीं पुस्तकम् अस्ति उत्पीठिकायाम् उत्पीठिकायाः उपरि अस्ति तर्हि इदानीं पुस्तकस्य अत्यन्तः भावः नास्ति किन्तु पुस्तकं केन सम्बन्धेन उत्पीठिकायाम् अस्ति इत्युक्ते तत्र वयं वदामः संयोगसम्बन्धः खलु तर्हि प्रतियोगी अभावस्य प्रतियोगी पुस्तकं सः तत् केन सम्बन्धेन तत्र अधिकरणे यत्र अभावः आसीत् किन्तु इदानीम् अभावः नष्टः जातः तत्र केन सम्बन्धेन नाम तत्र वयं वदामः तत्र संयोगसम्बन्धः इति तत्र वार्ता आसीत्। इदानीं तु तत्र प्रतियोगिता केवलं तत्र किं भवति तत्र तादात्म्यसम्बन्धः इति तत्र तादृशं तत्र पुस्तकस्य अत्यन्तः भावस्थले तत्र संयोगसम्बन्धः अवच्छेदकसम्बन्धः आसीत् किन्तु अत्र अन्योन्याभावस्थले तादात्म्यसम्बन्धः एव अवच्छेदकः धर्मः इति पूर्वं वयं पठितवन्तः। इदानीं तत्र तस्मिन् विषये मास्तु, केवलं तत्र अस्ति अत्र वाक्यमस्ति इति कृत्वा तस्य पुनः स्मरणं जातं तावदेव। किन्तु तादृश अभावरूपं साधयन्ति इति नाम एतेन प्रत्ययेन वयं तत्र अवच्छिन्नप्रतियोगिता का तत्र अभाव अन्योन्य अभावस्य कीदृशं तत्र अभावः अन्योन्य अभावः एव विषयः इति जानीमः। अग्रे तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः तत्र तैः आम् इत्युक्ते तत्र अन्योन्य अभावः अत्यन्त अभावः अत्र अत्र नाम अत्र न तत्र ज्ञानेन हा समीचीनं हा ज्ञानेन तैः ज्ञानम् इत्युक्ते तत्र अन्योन्यभावः इति तस्य एव ज्ञानं भवति खलु किं महोदय घटः पटः न इति तेन वयं किं जानीमः तत्र ज्ञानस्य अन्योन्यभावः एव अन्योन्यभावः तर्हि तत्र सिद्ध्यन् पदार्थः अस्ति अभावरूपपदार्थः तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः आम् अभावः अस्ति इति एव तत्र विषयः अस्ति इत्युक्ते यत्र घटः पटो न इति अन्योन्य अभावे घटः पटाद् भिन्नः इति तत्रापि तत्रापि तत्र तत्रापि अन्योन्य अभावः एव सिद्ध्यति इति उक्तं तदेव स्वीकुर्मः अन्योन्य अभावस्य विषयः एव तत्र अस्ति अभावरूपज्ञानमेव तत्र भवति अभावविषयकं ज्ञानमेव अत्र अस्ति अतः अतः सः सर्वपदार्थवृत्तिः सः इत्युक्ते सः अभावरूपः सर्वपदार्थवृत्तिः अभावः सः अभावः सः अभावः सर्वपदार्थवृत्तिः यतोहि तत्र आम् तत्र घटपटः न पटः घटः न इति सर्वत्र तादृशं वक्तुं शक्नुमः चेत् सः अभावः सर्वेषु पदार्थेषु वर्तते एव इति नाम तत्र घटस्य तत्र पटस्य अन्योन्य अभावः घटः सर्वेषु द्रव्येषु सर्वेषु पदार्थेषु वर्तते आमामां क्षम्यताम् अग्रे तत्र हा घटः पटः न इति अथवा किं यत्र कुत्रापि यत्किमपि द्रव्यम् अन्यत् नास्ति इति वदामः चेत् तत्र तं विहाय तं द्रव्यं विहाय अन्यत्र सर्वत्र तस्य अभावः भवति इत्यनेन सर्वपदार्थवृत्तिः इति भवति नाम तादृशं नास्ति नाम तत्र सर्वपदार्थवृत्तिः इत्युक्ते काले अपि एतादृशं तत्र अभावः भवितुम् अर्हति मनसि अपि भवितुम् अर्हति इति अतः उदाहरणानि अग्रे दत्तानि रूपं रूपं न घटः इति रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति तत्र इदानीं रूपं घटः नास्ति इति रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति इत्युक्ते तत्र घटः घटभेदस्य इत्युक्ते तत्र रूपं घटः न इति भवति अथवा रूपात् घटः भिन्नः इति भवति खलु महोदय न न घटात् रूपं भिन्नं घटात् रूपं भिन्नम् अस्तु घटात् रूपं भिन्नम् अथवा घटः रूपं न इति इदानीं तत्र घटभेदस्य इत्युक्ते कस्य घटभेदस्य इत्युक्ते अर्थः कः? घटभेदस्य इत्युक्ते रूपं, न न न घटभेदस्य इत्युक्ते रूपं घटः न इति प्रत्यये न हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. घटभेदः रूप घटभेदस्य रूपवृत्तित्वं सिद्ध्यति इत्युक्ते रूपे वर्तते खलु, रूपे वर्तते वृत्तित्वं, रूपवृत्तित्वं सिद्ध्यति इत्युक्ते रूपे वर्तते घटभेदस्य रूपवृत्तित्वं, नाम घटभेदः रूपे वर्तते. अस्तु अस्तु, घटभेदः रूपे वर्तते. आम् आम् आम्. उन्नत तत्र औन्नत्यम् औन्नत्यं वृक्षे अस्ति वर्तते इत्युक्ते औन्नत्वस्य वृत्तित्वं वृक्षे वर्तते, वृक्षे वृक्षवृत्तित्वम् औन्नत्वस्य अस्ति. अत्र घटभेदस्य वृत्तित्वं रूपे घटभेदः इत्युक्ते, घटभेदः इत्युक्ते घटस्य घटस्य घटभेदः इत्युक्ते भेदस्य रूपवृत्तित्वम् इत्युक्ते रूपं न घटः इति एव नाम घट तत्र विषयः मूलभेदः अभावः अभावः. क्षमताम्, घटभेदः इत्युक्ते घटाभावः अन्योन्य अभावः. अस्तु अस्तु, घटस्य अन्योन्याभावः रूपे रूपवृत्ते रूपे वर्तते वर्तते इति इति आगतं खलु. आमामां, तेन किं जानीमः, ओ अस्तु घटस्य अन्योन्याभावः एषः अभावः रूपे अपि वर्तते इत्युक्ते रूपम् इति गुणः, तर्हि एषः अभावः गुणे वर्तते गुणे वर्तते. अतः एव सर्वपदार्थवृत्तिः इति उक्तं खलु. इदानीं वयं एतेन उदाहरणेन वयं प्रदर्शयामः गुणे अपि तस्य वृत्तित्वम् अस्ति, गुणे अपि वर्तते, गुणे अपि सर्वपदार्थवृत्तिः. अस्तु, एषः अन्योन्याभावः गुणे अपि वर्तते इति भवति. अस्तु समीचीनं भगिनि, अग्रे अन्य कोऽपि वदेत्, धन्यवादः, धन्यवादः. अस्तु धन्यवादः. अस्तु इदानीम् अग्रे पद्मा भगिनि अग्रे. नमस्ते जि. नमस्कार भगिनि. अतः इति आरभ्य वा रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूप तथैव उत्क्षेपणं न पटः घटत्वं पटत्वात् भिन्नम् एतत् विशेषः तत् विशेषात् भिन्नः समवायः न संयोगः घट अभावः न पट अभावः इत्यादि प्रत्ययैः च क्रिया क्रियादिनिष्ठत्वमपि सिद्ध्यति तथा च भेदः अन्योन्य अभावः सर्वत्र वर्तते. पूर्वं वयं दृष्टवन्तः तत् घटस्य अन्योन्य अभावः न श्रूयते भगिनि, पद्मभगिनी न श्रूयते. ओ क्षम्यतां, पूर्वं वयं दृष्टवन्तः तत् घटस्य अन्योन्य अभावः रूपे वर्तते इति. उत्तमं, द्रव्येषु गुणेषु अपि तादृशं भवति, तादृशमेव क्रियायामपि भवति इति अग्रे दत्तवन्तः. तथैव उत्क्षेपणं न पटः इत्युक्ते उत्क्षेपणम् इति क्रिया अपि क्रियायाः अभावः अपि पटे वर्तते इति. न न न, तत्र न पटः इत्युक्ते तत्र अत्र क्रमः एषः अस्ति भगिनि, नाम घटः पटः न इति यदि वदामः तत्र प्रथमपदार्थः एव आश्रयः, द्वितीयपदार्थस्य अन्योन्य अभावः एव प्रथमे पदार्थे वर्तते इति विषयः. अस्तु अस्तु, नाम रूपं न घटः इति प्रत्ययेन घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. ओ अस्तु अस्तु. सो पटभेदस्य वृत्तित्वं रूपे वर्तते वा? उत्क्षेपणे वर्तते. उत्क्षेपणे वर्तते इति सत्यं तथैव. पटभेदस्य वृत्तित्वम् उत्क्षेपणे क्रियायां वर्तते इति भवति नाम उत्क्षेप क्रिया अपि तत्र अभावस्य आश्रयः भवितुमर्हति. तर्हि अन्योन्यभावः क्रियायामपि वर्तते. वर्तते अनन्तरं त्वं पटत्वात् भिन्नं तत् द्रव्ययोः अपि तादृशं भवति. पटत्वात् भिन्नम् इत्युक्ते पटत्व अभावस्य वृत्तित्वं घटत्वे वर्तते. घटत्वम् इत्युक्ते किम् अस्ति तत्र? द्रव्यम्. न न घटमिति द्रव्यं नास्ति. गुणः. न न घटत्वम् इति अपि गुणः नास्ति. घटत्वं घटे वर्तते एव किल जि. सत्यं वा? किन्तु गुणः नास्ति घटत्वं. जातिः वा? जातिः अथवा सामान्यं. सामान्यं सामान्यं इदानीं उक्तम् इदानीं किम् उक्तं? सर्वद्रव्यवृत्तिः इति न उक्तं, सर्वपदार्थवृत्तिः इति उक्तं खलु. तत्र नवद्रव्याणि सन्ति, किन्तु तत्र द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः. अतः तत्र द्रव्ये वर्तते इति जानीमः, यतोहि घटः पटः न इति इत्यनेन द्रव्ये वर्तते अभावः, अन्योन्य अभावः. तादृशमेव एतत् विशेषः तद्विशेषात् भिन्नः इत्युक्ते एकपदार्थस्य विशेष अभावस्य वृत्तित्वम् अन्य पदार्थे अन्यपदार्थस्य विशेषे वर्तते अस्ति. तर्हि विशेषे अपि तत्र अन्योन्यभावः भवितुमर्हति. भवति भवति. अग्रे समवायः न संयोगः. समवायः संयोगस्य संयोग अभावस्य वृत्तित्वं समवाये भवति इति. समीचीनम्. अन्योन्यभावः समवाये अपि अन्योन्यभावः वर्तते. वर्तते. घट अभावः न पट अभावः इत्युक्ते पट अभावस्य अभावः किञ्चित् विचित्रम् अस्ति, किन्तु पटाभावस्य अन्योन्य अभावः घटाभावे वर्तते. ओ पट अभावस्य अन्योन्य अभावः घट अभावे वर्तते. वर्तते इति किञ्चित् विचित्रमस्ति, किन्तु अवगच्छामः खलु. नाम घट घटाभावः भिन्नः, पटाभावः भिन्नः इति. अतः तर्हि अभावे अपि अन्योन्यभावः भवति इति इदानीम् अवगतम्. सर्वेषु पदार्थेषु अन्योन्य अभावस्य प्रसक्तिः भवति इति निरूपणम् इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वम् अपि सिद्ध्यति. क्रियादि इत्युक्ते क्रिया क्रियागुण क्रियागुण समवायः विशेषः अभावः एतेषु निरूपणमस्ति. भवति निष्ठत्वं नाम निष्ठः अस्ति नाम वर्तते इति सिद्धम्. तथा च भेदः अन्योन्य अभावः सर्वत्र वर्तते. सो भेदः इत्युक्ते अन्योन्य अभावः एव सः सर्वत्र इत्युक्ते सर्वेषु पदार्थेषु वर्तते. सर्वेषु पदार्थेषु वर्तते इति अस्ति. समीचीनं. अस्तु. कोऽपि प्रश्नः अस्मिन् विषये? अस्तु. इदानीम् अग्रे सरामः. तर्हि अग्रे नीता भगिनी अग्रे पठति वा? तर्हि भेद इत्युक्ते अन्योन्याभावः इति एव वा? इति एव अस्ति भगिनि, इति एव अस्ति. अपि च तत्र रूपवृत्तित्वम् इति अस्ति, तर्हि घटस्य अन्योन्याभावः रूपे वर्तते इत्येव इति एव घटभेदस्य रूपवृत्तित्वम् इति. नाम रूपवृत्तित्वं सिद्ध्यति, नाम घटभेदः रूपे वर्तते इति सिद्ध्यति. नाम घटस्य अन्योन्याभावः रूपे अस्ति, यतोहि रूपं घटः नास्ति. तर्हि अन्योन्याभावः, घटस्य अन्योन्याभावः, घटस्य अन्योन्याभावः नाम यः अभावः यस्य प्रतियोगी अस्ति घटः. तत्र तादृश अभावः तत्र रूपे वर्तते, अतः रूपवृत्तित्वं घटाभावस्य अस्ति, घटभेदस्य रूपवृत्तित्वम् अस्ति. वृत्तित्वं नाम वर्तते इति तस्य भावः, वृत्तिः. वृत्तिः इति तत्र यदि विशेषणं कुर्मः तत्र वृत्तिः, तत्र वृत्तिः इति तत्र नामपदं भवति. वर्तते इति तत्र वृत्तिः, तत्र प्रत्ययः न जानामि, भवती प्रायशः जानाति, किन्तु तत्र वर्तते इति क्रियापदं, किन्तु वृत्तिः अपि वृत्तिः, तस्य भावः वृत्तित्वम्. अस्तु धन्यवादः. अपि अत्र रूपमिति गुणः इति कृत्वा इदानीम् अन्योन्याभावः गुणे भवति. अतः तत्र सर्वपदार्थवृत्तिः नाम सर्वपदार्थेषु भवति इति कृत्वा पूर्वं घटः पटः न इत्यनेन तत्र पटस्य अभावः, पटस्य अन्योन्याभावः घटे वर्तते इति कृत्वा द्रव्ये अन्योन्याभावः वर्तते इति प्रथमपदार्थे वर्तते इति साधितम्. इदानीं गुणे अपि वर्तते इति साधितं, तर्हि द्रव्ये अपि वर्तते, गुणे अपि वर्तते. अग्रे क्रियायां वर्तते, सामान्ये वर्तते, विशेष्ये वर्तते इति अग्रे अग्रे सर्वं साधितम्. अतः सर्वपदार्थवृत्तिः इति आगतः, इति आगता वृत्तिः, सर्वपदार्थवृत्तिः. अत्र सर्वपदार्थवृत्तिः इति पुल्लिङ्गे अस्ति, साधितः. अस्तु, समीचीनं वा भगिनि? आमां महोदय. अस्तु, तर्हि अग्रे नीता भगिनी अग्रे. परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति, न तु गुणादौ. गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्राक् उक्तम्. अकारणे गुणे कथं पृथक्त्वं पृथक्त्वरूपं कार्यम् उत्पद्येत? कस्यचित् गुणे जायमानः अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणम् अवगाहते, किन्तु पटभेदम् एव रूपनिष्ठम्. तस्मात् पृथत्वं भेदात् विलक्षणम्. अतिरिक्तः गुणः द्रव्यमात्रवृत्ति इति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. द्रव्यभिन्ने नास्ति इति अपि तदर्थः. तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम्. इदानीं पृथक्त्वं, यत् पूर्वं वयं पठितवन्तः पृथक्त्वम् इति, तत्र गुणः अस्ति. पठतु भगिनि. परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः इति ज्ञानविषयः इति सत्यं तत्त्वं घटपटात् पृथक् इति ज्ञानविषयः. ते ज्ञानविषयः द्रव्ये एव भवति न तु गुण आदौ. न पृथक्त्वं तत्र पृथक्त्वम् इति विषयः अस्ति ज्ञानविषयः. सः विषयः पृथक्त्वम् इति ज्ञानविषयः द्रव्ये एव भवति. पृथक्त्वम् इति ज्ञानविषयः द्रव्ये एव भवति न तु गुणादौ. गुणादौ न भवति, द्रव्ये एव भवति पृथक्त्वम् इति ज्ञानविषयः. किमर्थं तत्र पृथक्त्वं द्रव्ये एव भवति गुणादौ न भवति? पृथक्त्वम् इति कीदृशपदार्थः अस्ति पृथक्त्वम्? पृथक्त्वं तत्र द्रव्यमस्ति वा किमस्ति तत्र? पृथक्त्वम् इति गुणः अस्ति. गुणः अस्ति, हा उत्तमं. गुणः अस्ति, गुणः तत्र कुत्र भवितुम् अर्हति? गुणः द्रव्यमेव. तर्हि तत्र पृथक्त्वं तत्र द्रव्ये भवितुम् अर्हति, किन्तु तत्र अभावे तत्र गुणः भवितुम् अर्हति वा? भावे अथवा समवाये, तत्र समवाये अथवा क्रियायां गुणः भवितुम् अर्हति वा? अभावस्य तु सर्वपदार्थवृत्तिः अस्ति. न अभावः सर्वत्र भवितुम् अर्हति, किन्तु गुणः अभावे भवितुम् अर्हति वा? गुणः अभावे, गुणः अभावे न भवति. हा, यतोहि अधिकरणं, गुणस्य अधिकरणं सर्वदा किं भवेत्? गुणस्य अधिकरणं सर्वदा द्रव्य एव भवेत्. द्रव्यमेव, अतः एव तत्र गुणः एषः पृथक्त्वम् उक्तं. तत्र सर्वद्रव्येषु भवति, किन्तु द्रव्यं विहाय तत्र सर्वपदार्थवृत्तिः इति न दत्तं, सर्वद्रव्यवृत्तिः इति एव दत्तं खलु पृथक्त्वस्य विषये. तत्र किं दत्तं? सर्वद्रव्यवृत्ति इति एव दत्तं, सर्वपदार्थवृत्तिः इति न दत्तं खलु. इदानीम् अग्रे गुणादि. गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्राक् उक्तं. तत्र गुण आदिसमवायिकारणता, तत् कारणताविषये यत् वयं पठितवन्तः, कारणता अस्ति इति, तत् गुण आदि समवायी कारणता द्रव्ये एव भवति न तु गुणे एव भवति. तत्र रूपम् इति अस्ति, तत्र घटरूपं, घटरूपस्य समवायीकारणं किम् अस्ति? घट एव, घटः एव खलु. इदानीं तत्र पुस्तके, तत्र अत्र हस्ते क्रिया भवति, तत्र नमस्कारसमये हस्तयोः तत्र संयोगः भवति, तत्र हस्ते क्रिया भवति, हस्ते क्रिया अस्ति, क्रियायाः समवायिकारणं किम् अस्ति? क्रियायाः समवायिकारणं संयोगः इति. न समवायिकारणं, हस्तसंयोगः भिन्नः, हस्तसंयोगः भिन्नं कारणं, किन्तु तत्र क्रियायाः समवायिकारणम् अस्ति तत्र हस्त एव. न हस्त एव, हा उत्तमं, हस्त एव, हस्तः पुनः द्रव्यं. क्रियायाः समवायिकारणं किम् अस्ति अस्मिन् उदाहरणे? हस्तः द्रव्यम् एव, द्रव्यं हस्त इति. तथैव तत्र गुणादि नाम यत्र यत्र यस्य पदार्थस्य समवायिकारणम् इति यदि वयं वदामः, तत्र समवायिकारणं किं भवति सर्वदा? द्रव्य एव भवति, द्रव्यमेव भवति, गुणः समवायिकारणं न भवति, सर्वदा द्रव्यमेव भवति. अतः द्रव्ये एव एतादृशी कारणता, समवायिकारणता द्रव्ये एव भवति. हा गुणादि नाम गुणक्रिया जाति इत्यादि तेषां समवायिकारणता द्रव्ये एव भवति इति वयं पूर्वं तत्र समवायिकारणस्य स्थले वयं दृष्टवन्तः खलु तत्र सर्वदा तत्र तत्र पुटसङ्ख्या अस्ति तत्र 86 तत्र अधोभागे तत्र यदि एकवारं पठति चेत् भगिनी तत्र पेज् 86 मध्ये अन्तिमपरिच्छेदः तथा च इति तथा च घटस्य रूपस्य क्रियायाश्च समवायेन उत्पत्तिः कपालरूपे द्रव्ये घटरूपद्रव्ये कन्दुकरूपद्रव्ये एव च भवति इति सर्वस्य अपि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम् समवायिकारणं द्रव्यम् एव इति वयं पूर्वं पठितवन्तः समीचीनं भवति तदेव अस्ति इदानीम् अतः एव तत्र समवायिकारणतः द्रव्ये एव भवति इति प्रागुक्तम् अग्रे अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत् अकारणे गुणे नाम तत्र समवायिकारणं किं भवति द्रव्यमेव भवति खलु यदि अन्यः गुणः स्वीकुर्मः नाम तत्र रूपम् इति तत्र घटरूपम् इति गुणः स्वीकुर्मः तर्हि समवायिकारणम् अस्ति घटः इदानीम् अन्य कोऽपि गुणः स्वीकुर्मः तत्र परिमाणम् इति स्वीकुर्मः तत्र तस्मिन् परिमाणे किं रूपं घटरूपं भवति वा परिमाणे घटरूपं घटपरिमाणस्य आश्रयः तु घट एव अस्ति हा खलु घटरूपमपि घटे अस्ति घटपरिमाणमपि घटे एव वर्तते तर्हि तत्र यः कोऽपि गुणः भवेत् घटरूपम् इति तु तस्मिन् गुणे न भवति खलु घटरूपं गुणे न भवति हा अन्यस्मिन् गुणे न भवति अपि घटः एव कारणमिति कृत्वा एषः अन्य कोऽपि गुणः यः स्वीकृतः गुणः सः गुणः तु अकारणं भवति खलु नाम कारणं नास्ति नाम अकारणम् अकारणे इत्युक्ते यः गुणः कारणं नास्ति तस्मिन् इत्युक्ते अकारणे गुण इत्युक्ते अन्यगुण एव वा नाम घटरूपम् इति अस्ति घटरूपस्य कारणं किमस्ति समवायिकारणः घटः एव इदानीं परिमाणम् इति स्वीकुर्मः घटपरिमाणं वा पटपरिमाणं वा यः कोऽपि गुणः स्वीकुर्मः किम् एषः गुणः नाम पटपरिमाणम् अथवा घटपरिमाणं घटरूपं प्रति कारणं वा न घटरूपं प्रति कारणम् इति नास्ति नास्ति एव तर्हि सः गुणः अकारणम् अस्ति अकारणः अस्ति अकारणः गुणः अस्ति नाम घटरूपं प्रति कारणं नास्ति सः गुणः तर्हि अकारणः सः गुणः अकारणः अस्ति अतः तस्मिन् नूतन नाम पटपरिमाणे घटरूपम् इति कार्यं भवति वा तत्र भवति वा न भवति तथैव पृथक्त्वरूपं कार्यं पृथक्त्वम् इति गुणं अन्यस्मिन् अकारणे गुणे भवति वा न भवति न भवति हा नाम पटात् पृथक् इति यदि वदामः पटस्य पृथक्त्वं घटे वर्तते घटः एव समवायिकारणमस्ति पृथक्त्वस्य अपि एतत् पृथक्त्वं तत्र घटपरिमाणे वा अथवा पट अन्यस्मिन् तत्र पुस्तकपरिमाणे वा पुस्तकरूपे वा न भवति अतः तत्र अत्र तत्र पृथक्त्वं गुणे न भवति इति एव तत्र वार्ता पृथक्त्वम् अन्यस्मिन् गुणे न भवति इति अग्रे तत्र पृथक्त्वं पृथक्त्वरूपं कार्यं कार्यम् इति तस्य कार्यस्य किं प्रयोजनमस्ति कार्यशब्दस्य अत्र नाम अकारणं नाम समवायिकारणम् इति नाम सर्वदा तत्र द्रव्यम् एव समवायिकारणं नाम तत्र तस्य आशयः गुणस्य आशयः सर्वदा समवायिकारणम् एव अस्ति अन्यत् किमपि नास्ति किमर्थं तत्र कार्यं तस्मिन् गुणे कथम् उत्पद्यते इत्युक्ते तत्र कार्यकारणयोः तत्र समानादिकरणीयं भवेत् खलु इति कृत्वा तत्र कथं तत्र यदि तत्र गुणे एतद् भवति चेत् तत्र प्रायशः तत्र पृथक्त्वं तस्य कार्यम् अस्ति नाम तत्र चिन्तनं सर्वदा अस्ति आदेयः अधिकरणं यत्र भवति तत्र प्रायशः तत्र अधिकरणं विना आदेयः न भवितुम् अर्हति इति चिन्तनं तत्र कार्यकारणभावः भवेत् वा इति तावदेव किन्तु नाम सर्वं तत्र वार्ता केवलम् एतद् अस्ति तत्र गुणे अन्यस्मिन् गुणे पृथक्त्वं न भवति कस्यचित् गुणे जायमानः अपि कस्यचित् गुणे जायमानः अपि रूपं घटात् पृथक् इति प्रत्ययः कस्यचित् गुणे जायमानः अपि रूपं घटात् पृथक् इति प्रत्ययः तत् ज्ञानं भवति तस्य ज्ञानं भवति गुणे जायमानः अपि रूपं कस्यचित् गुणे जायमानः अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथत्वरूपं गुणम् अवगाहते न पृथत्वरूपं गुणम् अवगाहते किन्तु घटभेदम् एव रूपनिष्ठम् घटभेदः तु रूपे वर्तते घटभेदः रूपे वर्तते घटभेदम् एव रूपनिष्ठं घटभेदं घटभेदः रूपे वर्तते न पृथत्वरूपं गुणम् अवगाहते न पृथत्वरूपं गुणम् अवगाहते किञ्चित् नाम नाम भगिनि तत्र किम् उक्तम् इत्युक्ते तत्र यदि वयं वदामः घटः पटात् पृथक् तर्हि घटे किमस्ति पृथक्त्वमस्ति खलु घटे पृथक्त्वमस्ति आम् पटात् पृथक् इति यदि वदामः तत्र पटनिरूपित तत्र पृथक्त्वं घटे वर्तते खलु नाम सर्वविधपृथक्त्वं नास्ति किन्तु पटनिरूपितपृथक्त्वं घटे वर्तते तर्हि पृथक्त्वं घटे वर्तते इदानीं यदि वयं वदा तत्र प्रत्ययः अस्ति नाम ज्ञानस्य तत्र रूपम् आकृतिः एतादृशी अस्ति रूपं घटात् पृथक् तर्हि किम् आगच्छति रूपे रूपे पृथक्त्वम् अस्ति खलु नाम घटनिरूपितपृथक्त्वं रूपे अस्ति आगतं रूपे अस्ति किन्तु अत्र समस्या अस्ति खलु यतोहि पृथक्त्वम् इति गुणः रूपमपि गुणः पृथक्त्वं रूपे न भवितुम् अर्हति खलु तर्हि गुणम् अवगाहते इत्युक्ते न पृथक्त्वरूपं गुणम् अवगाहते किन्तु नाम पृथक्त्वरूपं गुणं न अवगाहते नाम तत्र तादृशज्ञानं न उत्पद्यते नाम तद् न अवगन्तुं शक्नुमः अत्र पृथक्त्वम् इति ज्ञानं तत्र न आगच्छति यतोहि पृथक्त्वस्य ज्ञानम् आगच्छति पृथक्त्वरूपम् इत्युक्ते नाम तत्र रूपम् इति अधिकरणम् इति नास्ति पृथक्त्व इति गुणः पृथक्त्वम् इति गुणः तद् गुणं तं गुणं न अवगाहते. कीदृशं गुणं? पृथक्त्वम् इति गुणं न अवगाहते, न तत्र तस्य ज्ञानं न उत्पद्यते. रूपं घटात् पृथक् इति, यतोहि तादृशज्ञानमस्ति चेत् तत्र रूपे गुणे अन्यः गुणः अस्ति इति विषयः आगच्छति, किन्तु तत्तु समीचीनं नास्ति. अतः पृथक्त्वरूपगुणं न अवगाहते, किन्तु घटभेदमेव रूपनिष्ठम् इति अवगाहते. किम् अवगाहते? घटभेदम् एव रूपनिष्ठं, घटभेदम् इति ज्ञानं जनयति. घटभेदं रूपनिष्ठम् एव ज्ञानं, तद् ज्ञानमेव जनयति. घटभेदः रूपे अस्ति इति ज्ञानं जनयति, न तु घटनिरूपितपृथक्त्वं रूपे अस्ति इति न जनयति, न उत्पद्यते, केवलं न न वक्तुं शक्नुमः. तादृशज्ञानं न उत्पद्यते एव. तर्हि अग्रे, तस्मात् पृथक्त्वं भेदात् विलक्षणम्, अतिरिक्तः विलक्षणं नाम भिन्नः अस्ति, भिन्नः पृथक्त्वं, भिन्नः भेदः, भिन्नः पृथक्त्वं भेदात् पृथक्त्वम् इति गुणः अस्ति, भेदः तु अभावः अस्ति खलु. भेदः अन्योन्याभावः, पृथक्त्वमिति गुणः अस्ति. पृथक्त्वम् इति गुण भेदात् भिन्नः विलक्षणम् अतिरिक्तः गुणः, अतिरिक्तः गुणः तत् पृथक्त्वम् इति अतिरिक्तः गुणः. द्रव्यमात्रवृत्ति इति मनसि निधाय तत् पृथक्त्वम् इति अतिरिक्तः गुणः तस्य द्रव्यमात्रवृत्ति, न सर्वपदार्थवृत्ति इति, केवलद्रव्यमात्रवृत्ति इति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. तत्र द्रव्यमात्रवृत्ति इति वक्तुम् इष्टवान् ग्रन्थकर्ता. नवद्रव्यवृत्तिः इति यदि वयं पठामः, वयं चिन्त्यम् ओ अस्तु अस्तु, सः किं वक्तुम् इच्छति, तस्य आशयः कः इत्युक्ते सर्वेषु द्रव्येषु वर्तते इति वयं चिन्तयामः. किन्तु अत्र किमुक्तं? न सः आशयः नास्ति, केवलं द्रव्ये एव वर्तते, अन्यत्र न वर्तते इति एव अत्र उक्तम्. ग्रन्थकारस्य आशयः अस्ति सर्व नवद्रव्यवृत्ति इति, तस्य आशयः अस्ति मनसि निधाय, तत्र मनसि स्थापयतु. किं स्थापयतु? सर्वद्रव्येषु वर्तते सत्यं, किन्तु अन्येषु पदार्थेषु न वर्तते इति मनसि स्थापयतु. नवद्रव्यवृत्ति, अतः एव द्रव्यमात्रवृत्ति इति एव मनसि निधाय उक्तमस्ति ग्रन्थकृता. अग्रे, द्रव्यमपि नास्ति इति अपि तदर्थः, तस्य अर्थः अस्ति द्रव्य भिन्ने नास्ति. नवद्रव्यवृत्ति इति तस्य अर्थः अस्ति द्रव्यभिन्ने नास्ति, द्रव्यभिन्ने पदार्थेषु तस्य इत्युक्ते सर्वपदार्थवृत्ति इति न, द्रव्यभिन्न इति न, द्रव्यभिन्न नास्ति इति अपि तस्य अर्थः जानाति. द्रव्यभिन्न भिन्नः इत्युक्ते द्रव्यभिन्नपदार्थः तस्मिन् नास्ति, नास्ति द्रव्यभिन्नपदार्थेषु. तेन च सर्वपदार्थवृत्तिः यः भेदः, तस्मात् अस्य वैलक्षण्यम् तेन तेन इत्युक्ते तत्र नवद्रव्यवृत्ति इति वदनेन किं सूचितमस्ति? सर्वपदार्थवृत्तिः यः भेदः, तस्य नवद्रव्यवृत्ति केवल तस्य नवद्रव्यवृत्ति एव वर्तते, न सर्वपदार्थवृत्ति इति. यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम्। तत्र विलक्षणम् इति यत् उक्तं, विलक्षणम् इत्युक्ते तत्र विशिष्टं, विशिष्टम् अस्ति, भिन्नम् अस्ति इति। नाम तत्र किं सूचितं, नाम तत्र किं सूचितं, पृथक्त्वं नवद्रव्यवृत्ति, खलु नवद्रव्यवृत्ति पृथक्त्वं, केवलं द्रव्येषु एव, द्रव्येषु एव वर्तते। भेदः कुत्र वर्तते? नवद्रव्यवृत्ति, नव भेदः, भेदः, भेदः कुत्र वर्तते? सर्वपदार्थवृत्ति, तस्मात् अन्योन्य अभावः एव भेदः, खलु अन्योन्य अभावः इति भेदः। भेदः इत्युक्ते अन्योन्य अभावः, तदेव वयं तत्र पूर्वस्मिन् परिच्छेदे तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते इति पठितवन्तः, खलु। भेदः अन्योन्याभावस्य अन्यनाम, भेदः सर्वद्रव्यवृत्तिः, सर्वपदार्थवृत्तिः, क्षम्यतां, सर्वपदार्थवृत्तिः, सर्वेषु पदार्थेषु अन्योन्याभावः भेदः वर्तते, किन्तु पृथक्त्वं केवलं नवद्रव्येषु एव वर्तते, द्रव्यभिन्ने न वर्तते। तर्हि भेदः भिन्नः अस्ति, पृथक्त्वं भिन्नः अस्ति, खलु अन्योन्य अभावात् पृथक्त्वं भिन्न, भिन्नः, भिन्नमस्ति इति एतत् एतत् सूचितम्। तस्मात् अस्य वैलक्षण्यं सूचितं, नाम सूचितं तेन च, नाम नवद्रव्यवृत्ति इति वदनेन किं सूचितं, सर्वपदार्थवृत्तिः यः भेदः तस्मात्, नाम पृथक्त्वात् अस्य वैलक्षण्यम्, अथवा भेदः भेदात् पृथक्त्वस्य वैलक्षण्यं सूचितं, नाम पृथक्त्वं भिन्नमस्ति, भेदः भिन्नः अस्ति, समानं नास्ति इति सूचितम्। अस्मिन् विषये एषः विषयः महान् विषयः, नाम पृथक्त्वम् अपि भेदः एकः एव वा अथवा भिन्नः वा, नाम भेदः एव पृथक्त्वं वा अथवा भेदः पृथक्त्वं न नास्ति वा इति विषये तत्र बहु किमपि चर्चा अभवत्। तस्मिन् विषये तत्र स्वरूपमहोदयस्य करपत्रमपि वर्तते, तदपि पठामः, तत्र सन्तोषजनककरपत्रं। तत्र भेदः कथं पृथक्त्वं न भवति, पृथक्त्वं भेदः एव भवेत् खलु इति, तस्मिन् विषये बहु तत्र पठामः। अस्तु, तत् तर्हि तत्र समयोऽपि जातः। अन्तिमवाक्यस्य अर्थ यः भेदः इत्युक्ते अन्योन्य अभावः, तस्मात् पृथक्त्वस्य वैलक्षण्यं दर्शयति। तस्मात्, हा सत्यं भगिनि, यः भेदः तस्मात्, नाम यः सः इति, तत्र यः भेदः अस्ति तस्मात् भेदात् अस्य पृथक्त्वस्य वैलक्षण्यं सूचितम् अस्ति। नाम भेदात् अस्य पृथक्त्वस्य वैलक्षण्यं, नाम भिन्नं, भिन्नता सूचिता अस्ति। अतः तत्र भेदः, तत्र तर्कसङ्ग्रहे भेदः अन्योन्याभावः पृथक्त्वं गुणः इति एव तत्र तत्र चिन्तनम्। किन्तु तत्र किं भेदः एव पृथक्त्वम् इति चिन्तयितुं शक्नुमः वा इति अग्रे द्रक्ष्यामः। अस्तु, समीचीनमस्ति, धन्यवादः। अस्तु, तत्र शुभदा भगिनी क्षम्यताम्, अद्य भवती न पठितवती, मृणनी भगिनी अपि न पठितवती, क्षम्यताम्, अग्रिमे वर्गे कुर्मः, चिन्ता नास्ति महोदय, धन्यवादः। धन्यवादः, धन्यवादः, नमस्कारः, अग्रिमे वर्गे, धन्यवादः।